पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 69 नारद उवाच उपवासासमर्थानां सदैवामरसत्तम एकाया द्वादशी पुण्या तां वदस्व ममानख शिव उवाच मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विदा सा वै सर्वप्रदा पुण्या ह्युपवास्ये महाफला सङ्गमे सरिदस्नात्वा द्वादशीं तामुपोषितः अयत्नात् समवाप्नोति द्वादशद्वादशी फलम् बुद्धश्रवणसंयुक्ता या च वै द्वादशी भवेद् अतीवमहती तस्यां कृतं सर्वमधाक्षयं द्वादशी श्रवणोपेदा यदा भवति नारद सङ्गमे सरिदां स्नात्वा लभेत् गोदानजं फलं जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनं ततस्तस्याग्रदो देयं नैवेद्यं कृतपाचितं सोदकांश्च नवान् कुम्भान् दद्याश्चक्रिया विचक्षणः एवं सम्पूज्य गोविन्दं जागरं तत्र कारयेत् प्रभादे विमले स्नात्वा सम्पूज्य गरुडध्वजं पुष्पधूपादि नैवेद्यैः बलैर्वस्त्रैः सुशोभनैः पुष्पाञ्जलिं ततो दद्यान्मन्त्रमेन मुदीरयेद नमो नमस्ते गोविन्द बुधश्रवणसंयुत अखौक संक्षयं कृत्वा सर्वसौख्यप्रदो भव अन्नं तु ब्राह्मणे भूतं वेद वेदाङ्गपारगे पुराणज्ञे विशेषेण विधिवत्सम्प्रदापयेद् अनेन विधिना चैव नद्यास्तीरे नरोत्तमः सर्वं निर्वर्तयेत् सम्यगेकचित्तरतोऽपि सन् अत्राप्युदाहरन्तीममिदिहासं पुरातनं महत्यरण्ये यद्वृदं भूमिदेव शृणुष्व तद् यं श्रुत्वा मानवो लोके महादुःखात् प्रमुच्यते देशो दासरको नाम तस्य भागे च पश्चिमे तत्र विद्वन्मरुर्देश सर्वसत्त्वभयङ्करः सुतप्तसिकदा भूम्यर्यत्र दुष्टा महोरगः अल्पच्छायाद्रुमाकीर्णा मृदप्राणिसमाकुला शमीखदिरपालाशकरीरैः पीलुभिः सह तत्र भीमाद्रुमगणा कण्डकैरचिता दृढैः जग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचिद् तथापि जीवा जीवन्ति सर्वे कर्म निबन्धनाद् नोदकं नोदकाधारा विध्वंस्तत्र बलाहकाः पक्षान्तरगधैः कैश्चिच्छिशुभिस्त्रिषिधैः समम् उत्क्रान्तजीविनो विप्र दृश्यन्तेनु खगोत्तमाः तस्मिंस्तथा विधे देशे कश्चिद्दैववशाध्वनिक निजसार्धपरिभ्रष्टः प्रविष्टो मरुजाङ्गले बभ्रामोद्भ्रान्तहृदयः क्षुत्रुभ्यां श्रमपीडितः क्व ग्राम क्व जलं क्वाकं यास्यामि न बुबोधः अथ प्रेदान् ददर्शासौ क्षुत्रुषा व्याकुलेन्द्रियान् उत्कडान् कलिनो भीमान्निर्मांसान्रौद्रदर्शनान् प्रेदस्कन्धसमारूढमेकं विकृतदर्शनं ददर्श बहुभिः प्रेदैः समं तात्परिवारितम् अगच्छमानमत्युग्रं प्रेदशब्दपुरःसरम् प्रेतोऽपि दृष्ट्वा तां घोरमटवीमागतं नरं प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमद प्रणिपत्य वणिश्रेष्ठमिदं वचनमब्रवीद अस्मिन् घोरदरे देशे प्रवेशो भवद कथं तमुवाच वणिग्धीमान् सार्धभ्रष्टस्य मे वने प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च तृषा मे बाधदेत्यर्थं क्षुधा चैव भृशं तथा प्राणान्तिकमनुप्राप्तं वचनं भ्रमदीव मे अत्रोपायं न पश्यामि जीवेयं येन केनचित् इत्येवमुक्ते प्रदस्तं वणिजं वाक्यमब्रवीद फुल्लां शमीं समाश्रित्य प्रतीक्षत्वं मुहूर्तकं कृतातिथ्यो मया पश्चाद्गमिष्यसि यथा सुखम् एवमुक्तस्तथा चक्रे सवणितृष्णया धृतः मध्याह्नसमये प्राप्ते प्रेतस्थं देशमागतः फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमां दध्योदनसमयुक्तां वर्धमानेन संयुताम् अवतीर्य तदस्वन्नं प्रादादधिधये तदा स तत्राशनमात्रेण परं तृप्तित्वमागतः विदृष्णो विज्वरश्चैव क्षणेन समपद्यत ततश्च प्रेदासम्प्राप्ता सोऽस्माद्भागं क्रमाद्ददौ दद्योदनात् सपानीयात् प्रेदास्तृप्तिं पराङ्गदाः अतिथिं तर्पयित्वा दुःप्रेतलोकं च सर्वतः ततः स्वयं स बुभुजे भुक्तशेषं यथा सुखं तस्य भुक्तवतः स्वन्नं पानीयं चक्षयं ययौ प्रेदाधिपं ततस्थं वै वणिग्वचनमब्रवीद आश्चर्यमेतत्परमं वनेऽस्मिन् प्रतिभाति मे अन्नं पानं च परमं सम्प्राप्तं च कुतस्तव स्वल्पेनैव तथान्येन त्वमेतांस्तु बहूनपि अदर्पय कथं त्वेदे निर्मांसा भिन्नकुक्षयः कथमस्यां सुखोरायामटव्यां च कृतालयाः तदेतत्संशयं चिन्ति परं कौतूहलं मम एवमुक्तः सवणिजा प्रेदो वचनमब्रवीद वाणिज्यसक्तस्य पुरा जन्मातीते ममानख सकले नगरे नास्ति ममान्यो हि दुरात्मकः धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा सखा चैव ततश्चासीत् ब्राह्मणो गुणवान् मम श्रावणद्वादशी योगे मासि भाद्रपदे ततः स कदाचिन्मया सार्धं तापीं नाम नदीं ययौ तस्याश्च सङ्गमपुण्यो यत्रासीच्चन्द्रभागया चन्द्रभागा चन्द्रसुधा तापी च चैवार्गनन्दिनी तयोशितोष्णसलिले प्रविवेश सह द्विजः श्रवणाद्वादशी योगे नराश्च समुपोषिताः चन्द्रभागा सुदो येन वारिधानीं ददुर्द्विजे दध्योदनयुतां सार्धं सम्पूर्णैर्वर्धमानकैः चक्रोपानयुगं वस्त्रं प्रतिमां च तथा हरेः प्रददौ विप्रमुखेभ्यो हरस्याग्रे महामदे वित्तसंरक्षणार्थाय तस्यास्तीरे व्रदे मया सोपवासेन दत्तैका वारिधानी मनोरमा तत्कृत्वाहं गृहं प्राप्तः तदकालेन केनचित् पञ्चत्वमहमासाद्य नास्तिक्यात् प्रेततां गतः अस्यामडव्यां होरायां यथा ह्यकिकुलं तथा श्रवणद्वादशी योगे वारिधान्यर्पिता मया स्वयं मध्याह्नसमये लभ्यते च दिने दिने ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः परदारगधा केचित् स्वामिद्रोहरताश्च ये भूतप्रेतचरूपेण ते जादाह्यत्र मानवाः देशे मरुस्थले त्वस्मिन् ममैदे मित्रतां गताः अक्षयो भगवान् विष्णुः परमात्मा सनातनः दीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम् अक्षयेनापि चान्नेन तृप्ता येदे पुनः पुनः प्रेदत्वभावं दौर्बल्यं न विमुञ्चति कर्षिचिद पूजयित्वाह मन्नैस्त्वामदिधिं समुपस्थितं प्रेदभावाद्विनिर्मुक्तो यास्यामि परमां गतिं मया विहीना किं त्वेते वनेऽस्मिन् भृशदारुणे पीडा मनु भविष्यन्ति दारुणां कर्मयो निजां यदेषां तु महाभाग ममानुग्रहकाम्यया प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च अस्ति कक्षागदा चैव तव सम्पुटिका शुभा हिमवन्तमधा साध्य तत्र त्वं लिप्स्यसे निधिं गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामदे इत्याज्ञाप्य स वै प्रेदो वणिजं च यथा सुखं विसर्जयामास तदा स वै प्रायात् समुत्सुकः समासाद्य गृहं तत्र पश्चात् प्रायाग्धिमालयं तदो दृष्टं निधिं तत्र गृहीत्वा स समागतः षष्ठांशं प्रतिगृह्याध गयाशीर्षं ततोऽभ्यगाद तत्र गत्वा गयायां सश्राद्धं कृत्वा महामतिः प्रेदानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः प्रत्येकं नामगोत्राणि गृहीत्वा पिण्डमुत्सृजद यस्य यस्य भवेत् श्राद्धं सकरोति दिने वणिक स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुं ब्रवीति च महाभागप्रसादात् भवतो नख प्रदभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिं एवं कृत्वा विधानेन गयाशीर्षं महामनः पश्चाज्जगामस्वगृहं विष्णुं ध्यायन् पुनः पुनः मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः श्रवणद्वादशी योगे सङ्गमे सरितां पुनः जगाम स महाबुद्धिर्सर्वोपस्करसंयुतः सङ्गमे सरितां स्नात्वा द्वादशीं तामुपोषितः तत्र स्नात्वापि दत्त्वादु पूजयित्वा जनार्दनम् अनन्तरं ब्राह्मणस्य ह्युपकारांस्तदा ददौ शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः निवर्तयामास तदा वणिजो बुद्धिमान् स वै वर्षे वर्षे दु सम्प्राप्ते मासि भाद्रपदे तथा श्रवणाद्वादशी योगे सङ्गमे सरिदां पुनः एवं वै कृतवान् सर्वं विष्णुमुद्दिश्य सत्वरम् कालेन चादिमहदा पञ्चत्वं समुपागतः अवाप परमं स्थानं दुर्लभं सर्वमानवैः क्रीडतेऽद्यापि वैकुण्ठे विष्णुदूतैः स सेवितः एवं कुरु त्वं भो ब्रह्मन् श्रवणद्वादशी व्रतं सर्वसौभाग्यदं चैव इह लोके परत्र च सुबुद्धिजननं चैव सर्वपापहरं परम् श्रवणाद्वादशी योगे यः कुर्याद्व्रतमीदृशं व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे श्रवणद्वादशी व्रतनामैकोन सप्ततितमोऽध्यायः ॐ